पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 23 नारद उवाच एवं बहुतिथे काले लोमशो मुनिसत्तमः आगतश्च महाभागस्तत्र यादृच्छिको मुनि तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः धावन्तो ह्यत्तु कामास्ते मिलित्वा यूधवर्तिनः दह्यमानास्तु तीव्रेण तेजसा लोमशस्यदु असमर्थाः पुरस्तादुं ते सर्वे दूरतस्थिताः तत्र पूर्वकर्म बलात् पिशाचः सह वैद्विजः समीक्ष्य लोमसम्राजन् साष्टाङ्गं प्रणिपत्य च उवाच सूनृतां वाचं बद्ध्वा शिरसि चाञ्जलिं महाभाग्योदये विप्र साधूनां सङ्गतिर्भवेद् गङ्गादिपुण्यतीर्थेषु यो नरस्नादि सर्वथा यः करोति सदां सङ्गं तयो सत्सङ्गमो वरः गुरूणां सङ्गमो विप्र दृष्टा दृष्टफलो भुवि स्वर्गदो रोगहारी च किं तमोपहरो मदः युत्युक्त्वा कथयामास पूर्ववृत्तान्तमद्भुतम् इमा गन्धर्वकन्यास्ता मुने सोऽहं द्विजात्मजः सर्वे पिशाचरूपेण मिथशापविमोहिताः दीनाननाः सुतिष्ठामस्तवाग्रे मुनिसत्तम त्वद्दर्शनेन बालानां निस्तरो नो भविष्यति सूर्योदये तमस्तोमः किन्नु लीयेद पुष्करे श्रुत्वैतल्लोमशो वाक्यं कृपार्द्री कृतमानसः प्रत्युवाच महातेजा दुःखितं तं मुने सुतम् मत्प्रसादाच्च सर्वेषां स्मृतिः सम्पदि जायतां धर्मे च वर्ततां येन मिथशापो लयं व्रजेत पिशाच उवाच महर्षे कथ्यतां धर्मो मुच्येम येन किल्बिषाद नायं कालो विलम्बस्य शापाग्निर्दारुणो यदः लोमश उवाच मया सार्धं प्रकुर्वन्तु रेवास्नानं विधानदः शापान्मोक्ष्यदि वो रेवा नान्यथा निष्कृतिर्भवेत् शृणुष्वावहितो विप्र पापनाशो ध्रुवं नृणाम् रेवास्नानेन जायेद इति मे निश्चिता मदिः सप्तजन्मकृतं पापं वर्तमानं च पादकं रेवास्नानं दहेत् सर्वं तूलराशिमिवानलः प्रायश्चित्तं न पश्यन्ति यस्मिन् पापे पिशाचक तत्सर्वं नर्मदातो ये स्नानमात्रेण नश्यति ज्ञानकृन्नर्मदास्नानमदो मोक्षफलाहि सा हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै इन्द्रलोकप्रदं हीदं निर्मिदं ब्रह्मवादिभिः सर्वकामफलारेव मोक्षदा परिकीर्तिता पापघ्नी पापहारिणी सर्वकामफलप्रदा विष्णुलोकद आप्लावो नार्मदः पापनाशनः यामुनसूर्यलोकाय भवेदाप्लाव उत्तमः सारस्वतोख विध्वंसी ब्रह्म लोकफलप्रदः विशालफलदा प्रोक्ता विशालाहि पिशाचक पापेन्धन दवाग्निस्तु गर्भहेतुक्रियापहः विष्णु लोकाय मोक्षाय नर्मदः परिकीर्तितः सरयूगण्डकी सिन्धुश्चन्द्रभागा च कौशिकी तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका कावेरी तुङ्गभद्रा च अन्याश्चापि समुद्रगाः तासुरेवापरा प्रोक्ता विष्णुलोकप्रदायिनी रेवादुप्राप्यते पुण्यैः पूर्वजन्मकृतैर्द्विज अपुनर्भवदं तत्र मज्जनं मुनिपुत्रक गायन्ति देवाः सततं दिविष्ठा रेवा कदा दृष्टिगदा हिनो भवेद स्नाता नरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्ति च विष्णुसन्निधौ मज्जन्ति ये प्रत्यहमत्र मानवा रेवासुतो ये बहु पापकं चुकाः मज्जन्ति तेनो निरयेषु धर्मदस्वर्गे तु ते चारुचरन्ति देववत् तीव्रैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृता पुरा रेवा पिशाचाशु तयोर्द्वयोरभूद्रेवा वरा तत्र च मोक्षसाधिका नारद उवाच एतच्छ्रुत्वा वचस्तस्य लोमशस्य पिशाचकाः तेन सार्धं ययुशीघ्रं रेवामज्जनहेदवे ततो देवात्समुत्पन्नो रेवारोधसि मारुदः तेषां प्रवाहस्पृष्ठानां गात्रे जलकणप्रदः रेवाजलकणस्पर्शात् पैशाच्यात्ते विमोचिदाः तत्क्षणात् दिव्यवपुषः प्रशशंसुश्च नर्मदां ततो लोमशवाक्येन ताश्च गन्धर्वकन्यकाः परिणीताः सुखं तेन विप्रेण नर्मदातटे उवाससुचिरं कालं स्नानपानावगाहनैः अर्चित्वा नर्मदामत्र विष्णुलोकं गदाच्छते एवं ते कथितो राजन्नर्मदा गुणसंश्रयः इतिहासो महापुण्यश्रवणात् पापनाशनः इति श्रीपद्मे महापुराणे स्वर्गखण्डे त्रयोविंशोऽध्यायः ॐ